पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 51 शेष उवाच तत्रुत्वा भाषितं तस्य सुरथस्याङ्गदाननाद सज्जीभूदारणे सर्वे रथस्ता रणगोविदाः पडहानां निनादो भूद्भेरीनादस्तथैव च वीराणां गर्जनानादा प्रादुर्भूदारणाङ्गणे रथचीत्कारशब्देन गजानां बृंहितेन च व्याप्तं तत्सकलं विश्वं दिवं यादो महारवः रणोत्साहेन संयुक्ता वीरा रणविशारदाः कुर्वन्ति विविधान्नादान् कादरस्य भयङ्करान् एवं कोलाहले वृत्ते सुरधो नाम भूमिपः स्वसुतैः सैनिकैश्चाध वृद्ध प्रायाद्रणाङ्गणे गजैरथैर्हयैः पत्तिव्रजैः पूर्णां तु मेदिनीं कुर्वन् समुद्र इव तां प्लावयन्ददृशे भटैः शङ्गनादेन सङ्घुष्टं जयनादैस्तथैव च वीक्ष्यतं प्रथनोद्युक्तं सुमतिं प्राह भूमिपः शत्रुघ्न उवाच एष राजा समायादो महासैन्यपरीवृतः अत्र यत्कृत्यमस्माकं तद्वदस्व महामदे सुमतिरुवाच योद्धव्यमत्र बहुभिर्वीरैरणविशारदैः पुष्कलादिभिरत्युग्रैः सर्वशस्त्रास्त्रकोविदैः राज्ञा सह समीरस्य पुत्रः परमशौर्यवान् युद्धं करोतु सुबलः परयुद्धविशारदः शेष उवाच इति ब्रूदे महामात्यो यावत्तावन्नृपात्मजाः रणाङ्गणे धनुष्यद्धा स्पारया मासुरुद्धदाः तान्वीक्ष्य योधा सुबला पुष्कराद्या रणोत्कटाः अभिजग्मुष्यन्तनैस्वैर्धनुर्बाणकरामदाः चम्पकेन महावीरपुष्कलः परमास्त्रविद द्वैरथेनैव युयुधे महावीरेण शालिना मोहकं योधयामास जानकिः स कुशध्वजः रिपुं जयेन विमलो दुर्वारेण सुबाहुकः प्रतापिना प्रतापाग्र्यो बलमोदेन चाङ्गदः हर्यक्षेण नीलरत्नः सहदेवेन सत्यवान् राजा वीरमणिर्भूरि देवेन युयुधे बली असुतापेन चोग्राश्वो युयुधे बलसंयुधः द्वैरथं तु महाद्युद्धमकुर्वन्युद्धकोविदाः सर्वे शस्त्रास्त्रकुशलाः सर्वे युद्धविशारदाः एवं प्रवृत्ते सङ्ग्रामे सुरथस्य सुतैस्तदा अत्यन्तं कदनं तत्र बभूव मुनिसत्तम पुष्कलश्चम्पकं प्राह किं नामासि नृपात्मज धन्योऽसि यो मया सार्धं रणमध्यमुपेयिवान् इदानीं तिष्ठ किं यासि कथं ते जीवितं भवेद् एकि युद्धं मया सार्धं सर्वशास्त्रास्त्रकोविद इत्यभिव्याहृतं तस्य श्रुत्वा राजात्मजो बली जगादपुष्कलं वीरो मेघ गम्भीरया गिरा चम्पक उवाच न नाम्नान कुलेनेदं युद्धमत्र भविष्यति तथापि तव वक्ष्येऽहं स्वनाम बलपूर्वकम् मम माता राघवेशो मत्पिता राघवस्मृतः मम बन्धू रामचन्द्रस्वजनो मम राघवः मन्नाम रामदासश्च सदा रामस्य सेवकः तारयिष्यति मां युद्धे रामो भक्तकृपाकरः लोकानां मदमास्ताय प्रब्रवीमि तवाधुना सुरथस्य सुतश्चाहं मादा वीरवदी मम मन्नामयो मधौ सर्वान् चोभनान्विदधादि वै मधुपायं रसा वा संत्यजन्ति मधुमोहिताः वर्णेन स्वर्णसदृशो मध्ये लिङ्गवपुर्धरः तदाख्ययाभिधां वीर जानीहि मम मोहिनीम् युध्यस्वबाणैः प्रथनेन को जेतुं हि मां क्षमः इदानीं दर्शयिष्यामि स्वपराक्रममद्भुतम् शेष उवाच इति श्रुत्वा महद्वाक्यं पुष्कलो हृदि तोषितः तं दुर्जयं मन्यमानः शरान् मुञ्चन्रणे भवद शरसङ्घं प्रमुं चन्तं कोडिथा पुष्कलं ययौ चम्पकोपसंयुक्तो धनुस्सज्जमथाकरोद मुमोच निशितान् बाणान् वैरिवृन्दविदारणान् स्वनाम चिह्नितान् स्वर्णपुङ्गभागसमन्वितान् तांश्चिच्छेदमहावीरपुष्कलप्रधनाङ्गणे शरान्धकारं सर्वत्र मुञ्चन् बाणाञ्चिलाशितान् स्वबाणच्छेदनं दृष्ट्वा कृतं वीरेण चम्पकः आह्वयामास बलिनं पुष्कलं कोपपूरितः मा प्रयाहिरणं त्यक्तोदि भुवन् समरे पुनः पुष्कलं हृदये बाणैर्विव्याध दशभिस्त्वरन् ते बाणापुष्कलस्याहो हृदये तीव्रवेगिनः आगत्य सुभृशं लग्नाशोणितं पपुरूर्जितं तैर्बाणैर्व्यथितो वीरशरान् पञ्चसमाददे सुतीक्ष्णाग्रान् महाकोपाद्वारयन् पर्वतानिव ते बाणास्तस्य बाणाश्च परस्परमधोर्जिताः आकाशे रचिताश्चिन्नाः शतधा राजसूनुना चित्वा बाणान् सुधीक्ष्णाग्रान् सुरथाङ्गोद्भवो बली बाणान् शतं समाधत्तपुष्कलं ताडितुं हृदि ते बाणाः शतधाच्छिन्नाः पुष्कलेन महात्मना अपतन् समरोपान्ते शरवेगप्रपीडिताः तदा तत्तु महत्कर्म दृष्ट्वा राज्ञः सुतो बली सहस्रेण शराणां च ताडयन्वक्षसि स्फुटं तानप्याशु प्रजिच्छेद पुष्कलः परमास्त्रविद पुनरप्याशुस्वे चापे समाधत्तायुधं शरान् तानप्याशु प्रजिच्छेद पुष्कलः परमास्त्रविद तदोऽत्यन्तं प्रकुपितः शरवृष्टिमथाकरोत् शरवृष्टिं समायान्तीं मत्वा चम्पकवीरः साधु साधु प्रशंसं तं पुष्कलं समदाडयद पुष्कलचम्पकं दृष्ट्वा महावीर्यसमन्वितं ब्रह्मणोऽस्त्रसमाधत्तस्वे चापे सर्वशस्त्रविद तेन मुक्तं महाशस्त्रं प्रज्वालदिशो दश खम्रोदसी व्याप्य विश्वं प्रलयं कर्तुमुद्यतं चम्पको मुक्तमस्त्रं तद्दृष्ट्वा सर्वास्त्रकोविदः तत्संहर्तुं तदेवास्त्रं मुमोच रिपुमुद्यतम् द्वयोरेकतमं तेजः प्रलयं मेनिरे जनाः सञ्चहार तदास्त्रास्त्रमेकीभूतं परास्त्रकं तत्कर्म चाद्भुतं दृष्ट्वा पुष्कलस्तिष्ठतिष्ठ च ब्रुवन् चरा नमोकांस्तु चम्पकं सकृधाहनद चम्पकस्तान् चरान्मुक्तानगणय्यमहामनाः रामास्त्रं प्रमुमोचाध पुष्कलं प्रदिदारुणं तन्मुक्तमस्त्रमालोक्य चम्पकेन महात्मना चेत्तुं यावन्मनश्चक्रे तावद्ग्रस्तशरेण सह बद्धश्चम्पकवीरेण रथे स्वे स्थापितः पुनः पुरं प्रेषयितुं तावन्मनश्चक्रे महामनाः हाहाकारो महानासीद्बद्धे पुष्कलसंज्ञिके शत्रुघ्नं प्रययुर्योधा पलायनपरायणाः भग्नास्तान्वीक्ष्य शत्रुघ्नो हनूमन्तमुवाचः केन वीरेण मे भग्नं बलं वीरैरलङ्कृतं तदोवाच महीनाथ पुष्कलं परवीरः बद्ध्वा न यदि वीरोऽसौ चम्पकस्वपदोद्धुरः तस्ये दृग्वाक्यमाकर्ण्य शत्रुघ्नकोपसंयुतः उवाच पवनोद्भूतं मोच याशु नृपात्मजाद महाबलसुतश्चास्य बद्ध्वा यः पुष्कलं भटं तस्मान् मोचय वीराग्र्य कथं तिष्ठसि चाहवे यदद्वाक्यं समाकर्ण्य हनूमानोमिति ब्रुवन् जगामतं मोचयितुं पुष्कलं चम्पकाद्भटाद हनूमन्तमधालोक्य तं मोचयितुमागतं बाणैः शतैश्च सहस्रैर्जघानपरकोपनः बाणांस्तांश बभंजाशु मुक्तांस्तेन महात्मना पुनरप्येनमेवाशु बाणान् मुञ्चन्महानभूद तान् सर्वांश्चूर्णयामास नाराचान्वैरिमोचितान् शालङ्करे समाधृत्य जखान नृपनन्दनम् शालं तेन विनिर्मुक्तं त्रिलशकृतवान् बली गजो हनूमदामुक्तो नृपनन्दनमस्तके सोऽप्याहतश्चम्पकेन मृदो भूमौ पपातसः शिलासम्मोचयामास हनूमान् परमास्त्रविद चम्पकस्ताशिलाः सर्वाः क्षणाच्चूर्णितवान्भृशं बाणयं त्रिकया ब्रह्मन्महच्चित्रमभूदिदं स्वमुक्तास्त्र ताः शिला सर्वाश्चूर्णिता वीक्ष्यमारुदिः चुकोप हृदयेत्यदं बहु वीर्यमिति स्मरन् आगत्य च करे धृत्वा नभस्युत्पदिधः कपिः तावद्ययौ नेत्रपथादुपरि क्षिप्रवेगवान् चम्पकस्थं हनूमन्तं युयुधे नभसि स्थितः बाहुयुद्धे न महदा ताडितः कपिपुङ्गवः चुकोप मानसे वीरो गर्वपर्वतदारुणः पदा धृत्वा चम्पकं तं ताडयामास भूतले ताडितोऽसौ कपीन्द्रेण क्षणादुद्धाय वेगवान् हनूमन्तं तु लाङ्गूले धृत्वा बभ्राम सर्वतः कपीन्द्रस्तद्बलं वीक्ष्य हसन् पादे ग्रहीत् पुनः भ्रामयित्वा शतगुणं गजोपस्ते ह्यपादयद पपादभूमौ सुबलो राजसूनुः स चम्पकः मूर्छितो वीरभूषाढ्यमलं कुर्वन्नृणाङ्गणम् तदा हाहेदि वै लोकाश्चुक्रुशुश्चम्पकानुगाः पुष्कलं मोचयामास बद्धं चम्पकपाश्यतः इति श्रीपद्मपुराणे पादालखण्डे शेषवात्स्यायनसंवादे रामाश्वमेधे पुष्कलमोचनं नामैकपञ्चाशत्तमोऽध्यायः ॐ